नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। आर्धधातुकप्रकरणे हलन्तधातूनाम् इडिव्यवस्था इति पाठः अनुवर्तते। प्रथमं वयम् अजन्तधातूनाम् इडिव्यवस्था एकवारं तस्य एव पुनरावलोकनं कृत्वा हलन्तधातूनां कुर्मः। करपत्रसङ्ख्या 13, तत्र भव्या भगिन्याः एक्सेल् शीट् प्राप्यते किल, तदेव उद्घाटयन्तु। इडिव्यवस्था, आम्, अजन्तधातूनाम् इडिव्यवस्था इति प्रथमं कुर्मः। आम्, विजया भगिनी भवती एव आरम्भं करोतु। आं महोदय, करोमि। सेट् अजन्तदातवः, अजन्तदातवः आधिक्येन अनिटः, अतः ये सेटः तेषां ज्ञानेन तद् न आवश्यकं। तत्र तत् करपत्रस्य अन्ते भगिन्याः एक्सेल् शीट् भवति, भव्या भगिन्याः, तस्मात् केवलम् एकवारं पठामः। कार आकारेषु सेट् दातवः के इति एकम् उद्घाटितं किल, तत्र आकार आकारेषु सेट् दातवः नास्ति, इकारे द्वौ सेटौ, तत् पठतु। ऋकारान्त किम् अस्ति अत्र आरम्भतः वा? अत्र एकाचारान्तदातवः अन्ते करपत्रस्य अन्ते एकम् एक्सेल् शीट् अस्ति। उद्घाटनम् अभवत् अत्र अजन्तदातूनाम् इडुव्यवस्था सेट् अजन्तदातवः, अनन्तरम् अत्र प्रथमः एकाच आकारान्तदातवः। एकनिमिषम्, अहं तत्र स्क्रीन् लिङ्क्, नमस्ते भगिनि, लिङ्क् शेर् करोमि, लिङ्क् शेर् करोमि, एकनिमिषम्। ऐ हेव् दट् इट् ओपन्स् मया उद्घाटितं महोदय। इदानीं तद् लिङ्क् ओपन् भवति वा, पश्यतु यद् चाट् मध्ये प्रेषितं, समग्रचिन्तनम् इति अस्ति, अजन्तधातूनां भव्या भगिन्या विरचितं कोष्टकमपि सुन्दरम् इति महोदयेन लिखितं, तस्मात् अनन्तरम् एकं लिङ्क्। एतद् लिङ्क् नास्ति वा? कोऽपि पठितुं शक्यते चेत् भगिनी, अरुणा भगिनी अथवा उषा भगिनी, कस्यचित् ओपन् भवति चेत् पठतु। ओके भगिनि, भगिनि, ओके, अजन्तधातूनाम् इडव्यवस्था समग्रं चिन्तनं। धातु अत्र धातुः औपदेशकधातु थास् तुमुन् तव्यस्य लुप्स्य प्रथमम् अकारान्त आकारान्तदातु वा सामान्यतया अनिटः, इकारान्तदातूनां सर्वे अनिटः, धातुद्वयमेव हस्व इकारदातवः, सेतः श्री श्रीं सेवायां भवति गणीय तत् उभयपदे श्रयतारूपमस्ति, तास् श्रयता तुमुन् श्रयितुं तव्यश्रवितव्यं स्या श्रविष्यति अश्रविष्यते स्या लुङ् लुङ् अत्रापि अस्पृश्यात् अस्पृश्यत इति रूप दीर्घ एकारतवः शीं डीं शीं स्वप्ने अदादिगणेयः आत्मनेपदं शयित शयितुं शयितव्यं शयिष्यते अशयिष्यत अशयिष्यत डीं डीं विहायसा गतौ भवादिगणे आत्मनेपदं डीं विहायसा गतौ दिवादिगणे धातुः किं शयता स्थयितुं शयितव्यं शयिष्यते अशिष्यत तीन् धातु दयिता दयितुं दयितव्या दयिष्यते अदयिष्यत तदनन्तरं सर्वे कारान्त इकारव्यव अनितः कारान्त यु रुणु श्नु छुष्णु यु यु मिश्रणे अमिश्रणे च आत्मनेपदम् अदाधिगणे परस्मैपदं यविता यवितुं यवितव्या यविष्यति अविष्य अयविष्यत् क्रूधातु भूरशब्दे आत्मने अदाधिगणेय परस्मैपदं रविता रवितुं रवितव्यं रविष्यति अरविष्यत् नु धातुपात्र नुकार नत्वम् अस्ति नु श्रुतौ श्रुतौ अदाधिगणेय परस्मैपदं नविता नवितुं नवितव्यं नविष्यति अनविष्यत् नु अत्र श्नु इति धातु प्रसवर्णे अदाधिगणेय परस्मैपदं स्नविता स्नवितुं स्नवितव्यं स्नविष्यति स्न अस्नविष्यत् छु शब्दे अदाधिगणेय परस्मैपदं शविता शवितुं शवितव्यं शविष्यति अशविष्यत् नु स्नु स्नु स्नु स्तेजने अदाधिगणेय परस्मैपदं स्नविता स्नवितुं स्नवितव्यं स्नविष्यति अक्षणविष्यत् तदनन्तरं दीर्घटूकारान्तः भूधातु इति प्रतिनिधिः सर्वे उकारान्त दीर्घ उकारान्तः सेतः भू इति प्रतिनिधिः भू भविता भवितुं भवितव्यं भविष्यति अभविष्यत् तदनन्तरं ऋकारान्तदातवः वृङ् वृङ् वृङ् सम्ब सम्बक्तौ क्रया क्रयाभिगणेय आत्मनेपदं वरिता वरितुं वरितव्यं वरिष्यते अवरिष्यत वृङ् रूपं समानमेव वृङ् वरणे स्वाभिगणे स्वाभिगणयः उभयपदि वरिता वरितुं वरितव्यं वरिष्यति वरिष्यते अवरिष्यत् अवरिष्यत् दीर्घरुकार सर्वे दीर्घरुकाराः सेतः तृ इति धातु प्रतिनिधिधातु अस्ति तरिता तरितुं तरितव्यं तरिष्यति अतरिष्यत् एव अन्यरूपम् अस्ति पुस्तके अस्ति तरीता इति रूप दीर्घ एकार अपि भवितुम् अर्हति सुतरीता इति अपि वा श्यामः मातृपुस्तके अस्ति प्रायः किमपि विशिष्टकार्यं भवेत् एकनिमिषं पश्यामि तृ धातुः किल तृ धातु तरिता तरीता इति रूपद्वयं तत्र उपादायाश्च रुद्धनोः ऋतय धातोः अपि च उपादायाश्च भगिनि ऋतो वा ऋतो वा इति सूत्रम् 7 to 38 अनेन तत्र इट् यत् इडागमः भवति तस्य दीर्घत्वं भवति एकनिमिषं किं सूत्रं ग्रहे ग्रहो अलिटि दीर्घः देन् वृतो वा वृतो वा देट् इस् वृ खलु वृतो वृतो वा वलादेः इट् आर्धधातुकस्य ग्रहः अलिटि दीर्घः वृ इति वृङ् व्रियोः सामान्येन ग्रहणं वृ इति वृङ् व्रियोः सामान्येन ग्रहणं तस्मादुत्तरस्य ऋकारान्तेभ्यश्च इटो वा दीर्घो भवति वरिता वरीता प्रवरिता प्रवारिता ऋकारान्तेभ्यः तरिता तरीता ओ तथापि ओके वृत् इति किं करिष्यति किं भगिनि सूत्र नम्बर् So the vr also includes the tr api ya ar long r r dirgha r kara asti chet api ya satyam vastu 38 bagni 7 to 38 oh thank you bagni except in ekara anta e chadatah dan ke nasti vr tova satyam इति तत्र अजन्तधातूनां चित्तं तत्र इकारा सेटः इति स्वीकुर्मः चेत् इकारान्तेषु द्वौ सेटौ ईकारान्तेषु अपि द्वौ सेटौ उकारान्तेषु षड् सेटः ऊकारान्तेषु सर्वे सेटः ऋकारान्तेषु अपि सर्वे सेटः ऋकारान्तेषु तु द्वौ द्वौ एव चतुर्पञ्चदश धातवः सेटः सेटः सत्यं ऋकारान्तेषु इकार ईकारान्तेषु द्वौ उकारान्तेषु षड् ऊकार ऋकारान्तेषु तु सर्वे अकार आकारान्तेषु कोऽपि नास्ति किमपि नास्ति कोऽपि सेट् दातवः नास्ति इदानीं फलं भगिनि वृतो वा ओ वृतो अस्तु अस्तु बृङ् बृञ्ज् ऋकारान्त ह्रस्व ऋकारान्त दातु ओके सो दट् वरिता वरिता एव अस्ति ओके तत्रापि वरिता वरीता इति भवति इत्येव पठितवन्तः किल इदानीं तत्रापि रूपद्वयं ओ द ह्रस्व ऋकार तत्रापि वृ वृ इति वृङ् व्रियोः सामान्येन ग्रहणं तस्मादुत्तरस्य तत्र सामान्येन तस्यामपि ग्रहणं वरिता वरीता इत्यपि भवति तत्रापि रूपद्वयं बट् इन् इन् दिस् थिङ्ग् वि डोण्ट् सी दट् अत्र न प्रदर्शितं भगिन्या अत्र न प्रदर्शितम् अस्तु परन्तु वृतो वा इत्यनेन तस्य ग्रहणं भवति वृ एव किल वृ इति ह्रस्व ऋकारः अनेन वृङ् व्रियोः सामान्येन ग्रहणं भवति आम् आम् आम् ओके समीचीनम् इदानीं तत्र हलन्तानां पश्यामः परं प्रत्येकस्मिन् वारे पठामः चेत् प्रायः कण्ठस्थं भवेत् कण्ठस्थम् इति अहं कथमिति न जानामि परन्तु फेमिलियारिटि भवति कुत्र गतम् इदानीमेव दृष्टवती आम् अजन्त हलन्तधातूनां इड् व्यवस्था तत्र अलन्तदातुं तत्र एकाच् ककारान्तदातवः इत्यस्मात् एकवारं पठामः वा केवलं रूपाणि एव पठामः अन्यत् सर्वं न आवश्यकम् आम् उषा भगिनी शक् धातुः सासु तुमुं तव्यत् वदतु एकाच् धातु शक् एकाच् ककारान्तदातवः एक एव ककारान्तदातवः अनिट् अस्ति धातुः शक् शक्ता तास् रूपं शक्ता अनिट् तुमुन् शक्तुं तव्यत् शक्तव्यम् अस्य शक्ष्यति शक् श्यति श्यति अस्य लृङ् ओके लृङ् रूपम् अशक्ष्यत् अस्तु समीचीनं वा अतः एकः एव ककारान्तेषु एकः एव इदानीम् अनिट् चिन्तनं अजन्तेषु सेट् चिन्तनं हलन्तेषु अनिट् चिन्तनं अनिट् दातवः एकः एव अस्ति अन्ये सर्वे सेटः चकारान्तः षड् दातवः. वटतु भगिनि किं किं चकारान्तदातवः पच् पच् पच् वच् रिच् वच् सिच् मुच्. सो पच् वच् अ उपदा अदुपदा रिच् विच् सिच् ओ त्रयः दातवः ईद् उपदा देन् मुच् ओके एकः एव. सो सो पच् वच् पक्ता पक्ता वक्ता पक्तुं वक्तुं. सो अनिट् अनेन इडागमः नास्ति. पक्तव्यं वक्तव्यं पच् इति स्यति स्य लिट् रूपं पक्ष्यति उभयपति धातु पक्ष्यति पक्ष्यते वक्ष्यति वक्ष्यति एव. सो परस्मैपति धातु अपक्ष्यत् अपक्ष्यत. सो पच् धातु डुपचष् पाके द्वादिगणे द्वादिगणीयधातु पचति पचति पचते उभयपति डुपचष्. वच् परिभाषणे अदादिगणे परस्मैपति वक्ति वक्ति इति लटिरूपं वक्ता लिट् नाट् लिट् वट् वि काल् दट् लुट् वक्ता तुमुन् देन् वक्तव्यं वक्ष्यति अवक्ष्यत् अस्तु भगिनि. देन् रिचिर् रिचिर् विरेचने विरेचने रुदादिगण रिचिर् विरेचने रुदादिगण उभयपति धातु ऋणक्ति अपि च ऋङ्क्ते लटिरूपं. सो लुट् रूपं रेक्ता रेक्ता रिच् चुहुकुः रेक्ता गुणः रेक्तुं रेक्तव्यं रेक्ष्यति रेक्ष्यते अरेक्ष्यत् अरेक्ष्यत अरेक्ष्यत् अरेक्ष्यत लुङ्ग्रूपं. देन् विचिर् विचिर् पृथक् भावे विचिर् इति पृथक् भावे. सो पृथक्करणं पृथक्करणम् अर् पृथक् भावे पृथक् भावे इत्युक्ते जस्ट् टु ओके विचिर् पृथक् भावे रुदादिगणे उभयपति विनक्ति विनक्ति अपि च विङ्क्ते ओके वेक्ता वेक्तुं वेक्तव्यं वेक्ता वेक्तुं वेक्तव्यं वेक्ष्यति वेक्ष्यते अवेक्ष्यत् अवेक्ष्यत शिच् भगिनि वाट् इस् पृथक् भावे विरेचने अपि ऐ डिण्ट् रिचिर् विरेचने पाके विनो पच् परिभाषणे वच् विनो ओके रिचिर् रिच् धातु विरेचने विचिर् इत्युक्ते टु डिवैड् टु सेपरेट् टु रिमूव् फ्रम् पृथक् भावे पृथक् करणं किल डिवैड् टु सेपरेट् ओ अस्तु तत्र विनक्ति एकं प्रयोगम् अस्ति वा इति पश्यामि पृथक् भावे टु दट्स् लैक् विशेषणं टु पृथक् भावे सौ सम्परीत्या विवनक्ति वीरः कठोपनिषत् सौ सम्परीत्या विवनक्ति वीरः इति तत्र लट्लकार प्रथमपुरुष एकवचनं विवनक् वि विनक्ति अस्तु अस्तु किन्तु अस्तु भगिनि अण्ड् इच् चरणे चरणे तुदादिगण उभयपति सिञ्चति सिञ्चति सिञ्चते सिञ्च् इति ओ सिच् तुदादिगण बट् सिञ्चति शिच् हौ डिड् बिकम् सिञ्चति शिच् सि ओके हौ डिड् द नकाराकम् ओ दट् 7154 वाट् इस् दट् इदितो नुम् दातो वा इस् इट् इस् इदित् नास्ति किल शिच् एव दत्तम् अनिदित् दातुः चेत् तद् अनुमागमः दत् भवति वा ओ दट् 64 अनिदितां हल उपादायाः लोप खलु भगिनी अनिदिताम् आम् सत्यं सत्यं तत्र लोपः भवति नकारस्य शिच् किल पश्यामः शिच् वा शिच् शिच् एव पश्यामः शिच् तुदादिगणि धातु तुदादिगण देन् श एव ओके छति ओके छति फै ओके बट् हौ डिड् द ण्यकाराकं सिञ्चति शेमुचादीनां सूत्रम् ओ शेमुचादीनां बट् शेमुचादीनाम् इत्यनेन नुम् नुम् आगमः भवति अनन्तरं नश्चापदान्तस्य चलि अनुस्वारस्य परिस्थितिः अस्तु भगिनि शेमुचादीनां किं वदति शेमुचादीनां मुचादि अन्तर्गणस्य प्रत्यये परे नुमागमः मुचादि अन्तर्गणः तस्मिन् अन्तर्गणेषु धातूनां श प्रत्यये परे तुदादिगणः श प्रत्यये परे नुम् इति आगमः कश्चन अन्तर्गणः सेवेन् वन् फिफ्टि नैन् शे मुचादीनां अनेन नुम् आगमः भवति मुच्यति अस्तु देन् सो सो इट् इस् अण्डर् द इदितो नुम् धातोः द नुम् आगम सो द नुम् कम्स् अस् एन् अनुवृत्ति फर् देट् शेमुचादीनां ओ अस्तु अस्तु ओके मुच्यति सत्यम् तस्मिन् अन्तर्गणे अस्ति 7158 तस्मात् तस्य अनन्तरं साक्षात् अनन्तरम् अस्ति सो नुम् इति अनुवृत्तिसहितम् आयाति इत्यनेन अस्ति सिच् सेक्ता सेक्तुं सेक्तव्यं सेक्ष्यति सेक्ष्यते असेक्ष्यत् असेक्ष्यत अस्तु मुच् मुच् लिर् मोक्षणे तुदादिगण अपि मुञ्चति तदपि शेमुचादीनाम् इति ऐ गेस् सत्यं मुञ्चति मुञ्चति मोक्ता मोक्तुं मोक्तव्यं मोक्ष्यति मोक्ष्यते अमोक्ष्यत् अमोक्ष्यत सामान्यकार्यमेव षड् धातवः पच् वच् रिच् विच् विसिच् मुच् इति षड् धातवः अनिशः समीचीनं धन्यवादः विद्या भगिनी इदानीं सिद्धा वा आं महोदय अत्र दुपच्छे द्वादिगणीयः तस्मात् अनन्तरं तस्मादनन्तरं चकारान् तृतीयबिन्दुः एका चकारान्तदातवः एक एव चकारान्तदातुः अनिट् अस्ति प्रच् अत्र प्रष्टा इति भवति प्रष्टुं प्रष्टव्यं प्रक्ष्यति अप्रक्ष्यत् इति भवति अत्र चकारः अस्ति अतः तत्र व्रच्छ इत्यनेन चकारस्य स्थाने मूर्धने चकार महाप्राणचकारस्य स्थाने मूर्धन्यचकारः आगत्य प्रष्टा इति भवति खलु महोदय सत्यं श्रोः षूडनुनासिके च इत्यनेन ताळव्यचकारः अनन्तरं आं सत्यं सत्यं सहितचकारः अनन्तरं व्रच्छ इत्यनेन इति अनन्तरं तुमनार्थं प्रष्टुं प्रष्टव्यम् इति भवति अनन्तरं प्रक्ष्यति इति ऋट्लकारे अनन्तरम् अत्र लुङ् अप्रक्षत् इति भवति प्रच्छनीप्तायाम् एतदपि चुतादिगणेन परस्मैपदि पृच्छति इति भवति अन्ये सर्वे चकारान्तदातवः चेटः एकः एव तत्र अनिट् दातुः समीचीनं चकारान्तः पठतु भगिनि पञ्चदश सन्ति श्रूयते वा महोदय आम् आं श्रूयते ओ काल् कट् अभवत् अरुणा भगिनी पठति वा पठामि भगिनि. चकारन्त एका चकारं दातवः पञ्चदशः दातवः अनेटः डज् बज् यज् महोदय पठामि वा. ओ इदानीं सम्यक् अस्ति वा लयन? आम् अत्र एकः दूरवाण्यम् आगच्छति. ओ अतः एव भवती पठतु, अनन्तरम् अरुणा भगिनी पठति. पठतु विजया भगिनी. पञ्चदश आदातवः अनिटः जकार त्यज्य अत्र अस्ति. त्यज्य अत्र चुहुः इत्यनेन त्यक्ता त्यक्तुं त्यक्तव्यं तक्ष्यति अतक्ष्यत् इति भवति. भज्यति अपि अस्ति. अत्रापि चुहुः इत्यनेन भक्ता भक्तुं वक्तव्यं भक्ष्यति भक्ष्यति रूपं द्वयं भवति परस्मैपदिनः आत्मनेपदिनः. अभक्ष्यत् अभक्ष्यत इति भवति. यज् अत्र अपि जकारान्तस्थाने व्रश्च व्रश्च इति उपरि दत्तम्. अतः तत्र यष्ट इति भवति. यष्ट तुमुनान्तं यष्टुं यष्टव्यं. यक्ष्यति यक्ष्यते अयक्ष्यत् अयक्ष्यत इति भवति. निज् अत्र पुगन्तलघुपदस्य च इत्यनेन अत्र इकारस्य स्थाने एकारः भूत्वा नेक्ता इति भवति. नेक्ता नेक्तुं नेक्तव्यं. नेक्ष्यति नेक्ष्यते अनेक्ष्यत् अनेक्ष्यत इति भवति. विज् अत्र अपि पुकुन्दलघुपदस्य च इत्यनेन इकारस्य स्थाने एकारः भूत्वा वेक्ता वेक्तुं वेक्तव्यं. वेक्ष्यति वेक्ष्यते अवेक्ष्यत् अवेक्ष्यत इति भवति. भुज् अत्र अपि पुकुन्दलघुपदस्य च इत्यनेन भोक्ता भोक्तुं भोक्तव्यं. भोक्ष्यति तुदादौ ति ते इत्युक्ते अत्र रुदादौ अपि अस्ति. अत्र तुदादौ भोक्ष्यति इति भवति, रुदादौ भोक्ष्यते इति भवति महोदय. रुदादौ भोक्ष्यति रुदादौ भोक्ष्यति रुदादौ भोक्ष्यते. समीचीनम्. आम् उभयपदि नास्ति वा तद् पश्यामि. भुज् तुदादौ अपि अस्ति. तुदादौ परस्मैपदी, रुदादौ अपि परस्मैपदी इत्येव अत्र उक्तम्. अत्र किमपि विशिष्टं भो? अस्तु अस्तु, किमपि वैशिष्ट्यमस्ति. अव्यवहारभोजनम् अस्मिन् अर्थे तु अयम् आत्मनेपदी इति ज्ञेयः. रुदादौ एव तत्र विशिष्टनियमेन तत्र उभयपदी अस्ति. किं दत्तम्? रुदादौ एव रूपद्वयं, तुदादौ केवलं भोक्ष्यति. महोदय श्रूयते वा? आं श्रूयते श्रूयते महोदय. आं श्रूयते भगिनि. इदानीं युज् अस्ति. योक्ता योक्ता योक्ता योक्तुं योक्तव्यं. योक्ष्यति योक्ष्यते रूपं द्वयं भवति परस्मैपदिनः आत्मनेपदिनः. अयोक्ष्य अयोक्ष्यत् अयोक्ष्यत. रुज् अस्ति रोक्ता. अत्रापि पुगुन्दलघुपदस्य च इत्यनेन रोक्ता रोक्तुं रोक्तव्यं. रोक्ष्यति अरोक्ष्यत् इति रूपमेकमेव परस्मैपदिनः. रुज् सृज् अस्ति स्रष्ट. अत्र गुणः भूत्वा अत्रापि पुगुन्दलघुपदस्य च इत्यनेन एव विशिष्टसूत्रमस्ति अधः. पठतु भगिनि नम्बर् वन् इति नोटिव. सृज् सृजिदृशोर् सृजिदृशोर् जल्य जल्यमकीति सृज् विसर्गे दृशि प्रेक्षणे इति एतयोः धात्वोः जलादौ जलादौ चिति अखिति प्रत्यये परतः अखिति प्रत्यये परतः आगमः भवति. इको यचि अम् आगमः भवति. क्षम्यतां महोदय. अम् आगमः भवति. इको यचि इकः स्थाने यनादेशः स्यात् अचि परे संहितायां विषये. अतः एतदेव इको यचि इकः स्थाने यकारः. अत्र ऋकारान्तस्थाने रेपः भवति खलु महोदय. अतः एव सृज् अम् इति आगमः प्रथमम् अनन्तरम् इको यणचि. अम्म अहमः भवति चेत् अत्र तत्र सृज् धातुः सृज् जलादौ इति प्रत्यये परतः अम् आगमः सृज् सकारः ऋकारः इदानीम् अम् इति आगमः मितचोन्त्यात् परः अन्त्यात् अचः परः अतः सृ सकारः ऋकारः अकारः मकारः तु गतम् इत्संज्ञा जकारः इदानीं तत्र ऋकारस्य अचि परतः अस्ति किल अतः रेप् इक यण् आदेशः भवति ऋकारस्य स्थाने रेपः स्रज् इति भवति अवगतं वा वेगेन उक्तवती वा पुनरपि एकवारं वदतु महोदय अम् आगमः आगमः अम् इति आगमः सकारः ऋकारः सृ किल सकारः ऋकारः इदानीम् अम् इति आगमः अन्त्यात् अचः परः ऋकारः इति अच् अतः तत्र अ इति आगमः इदानीं किं किम् अस्ति सकारः ऋकारः स्वरवर्णः ऋकारः अकारः परे अस्ति इकः यण् अचि अचि परतः अस्ति इति कारणेन यण् आगमः यण् इत्युक्ते इदानीं ऋकारस्य रेपः भवति सृज् स्रष्ट इति भवति अत्र अपि अत्र जकारस्य स्थाने ब्रच्छ ब्रच्छ इति सूत्रेण अत्र स्रष्ट इति भवति तुमुनान्तं स्रष्टुं स्रष्टव्यम् इति भवति स्रक्ष्यति तुदादौ अत्र अपि द्विवादौ अत्र अरक्ष्यत् अरक्ष्यत इति भवति अनन्तरम् अत्र भज्जि भवति अत्र अत्र अनुनासिकवर्णः भवति खलु महोदय अत्र प्रथमं नच्यपदान्तस्य जलि अनन्तरम् अनुस्वारस्य ययि परसवर्णः एतत् भूत्वा एव अत्र भङ्क्त इति भवति भङ्क्तु भङ्क्तव्यं अत्र नच्यपदान्तस्य जलि अनन्तरम् अनुस्वारस्य ययि परसवर्णः खलु महोदय सत्यं तत्र बञ्ज् एव किल तत्र रुदादिगणीयधातुः किल तद् किं किमपि उक्तं वा आमर्दने रुदादिगणे सत्यं तदेव भवति मङ्क्ता एकनिमिषं तदपि एकवारं पश्यामः आशीर्लिङ्ग् वङ्क्ष्यत् लृङ्लकारः किल सत्यं तदेव चोः कुः जलां जशोन्ते नश्चापदान्तस्य जलि आदेशप्रत्ययोः सम्यक् एव भगिनी अग्रे करोतु अनन्तरम् अत्र भङ्क्ता भङ्क्तुं भङ्क्तव्यं भङ्क्ष्यति अभङ्क्ष्यत् इति भवति रञ्ज् अत्र अपि तादृशमेव भवति रङ्क्ता रङ्क्तुं रङ्क्तव्यं रङ्क्ष्यति रङ्क्ष्यते रूपं द्वयं भवति परस्मैपदिनः आत्मनेपदिनः अरङ्क्ष्यत् अरङ्क्ष्यत इति भवति सञ्ज् तादृशमेव तदेव भवति रङ्क्ता रङ्क्ता सङ्क्तुं सङ्क्तव्यं सङ्क्ष्यति अत्र अपि आदिशप्रत्ययोः इत्यनेन अत्र सङ्क्ष्यति इति भवति असङ्क्ष्यत् स्वञ्ज् स्वीकुर्मः तादृशमेव तदेव भवति स्वङ्क्त स्वङ्क्तुं स्वङ्क्तव्यं स्वङ्क्ष्यते स्वङ्क्ष्यत इति भवति मस्ज् मज्जिनोर्नश्च इति एतत् सूत्रमस्ति तत् सूत्रेण एव अधः अस्ति वा महोदय अत्र अस्ति महोदय मस्ति नसो जलि मस्ति धातोः नष् धातोः च नुम् आगमः भवति जलाधिपत्ये भवत्याः ध्वनिः गता भगिनि जया भगिनि विजया भगिनी अस्ति वा किमपि न श्रूयते इदानीं ब्रश्च इति धातुद्वयं तत्र एव ब्रश्चोरोरुपदायाः रम रम् अन्यतरस्याम् इति दातु. मम ध्वनिः श्रूयते वा भगिनि? श्रूयते अस्तु. मम एव नेट्वर्क् समस्या भगिनि. वाट् वाट् श्लोक वाट् सूत्र दीदि से भगिनि? सेवन् ब्रश् इति तत्र अधः दत्तः 6447 ब्रह्जोर् ओपदायाः रम् अन्यतरस्याम् एतदेव वयं गतसप्ताहे दृष्टवन्तः. बहु विशिष्टसूत्रमासीत् तत्र रम् इति आगम द्वयोः स्थलयोः आगच्छति किमपि तादृशं. मष्ट् धातोः नष् धातोः च नुम्मागमः भवति जनाति प्रत्यये परे. बट् देन् ऐ एम् नाट् एबल् टु सी इट् इन् द बुक्. 7260 प्रायः संख्यादोषः भवेत्. एकनिमिषं पश्यामः. मश्चनो जनो 60 एव भगिनि. 7160 एव. ओके. सेवेन् टु इति वयं अत्र दोषः. 7-1 तत्र नुम्मागम इष्टनेन. अस्तु अस्तु. 58 59 60 इदितो नुम् धातोः छे मुचारिणाजलि मस्ज् नश् जलादिप्रत्यये परे नुम्मागमः भवति. ब्रश्ज् धातु ब्रश्योः रो पदो तद् वदतु. तद् ब्रश् सूत्रं पुनः वदतु. ब्रश्चो ब्रश्जो रोपदो रोपदयोः रमन् रम् अन्यतरस्यां. ब्रश्च् धातोः रेपस्य च उपदः वर्णस्य च. 6-4 अस्ति एतद् असिद्धवत् अद्राभात् इति. ब्रश्च र उपदायाः अन्यतरस्यां रमार्धधातुके रम् इति आगमः. तत्र किं दृष्टवन्तः? ब्रश्च् इत्यत्र बकारः रेपः अकारः सकारः जकारः. इदानीं रेपस्य लोपः सकारस्यापि लोपः. अनेन सूत्रेण एव भवति, न तु स्पोह संयोगाद्योरन्ते च इत्यनेन न. अनेन सूत्रेण एव रेपस्यापि लोपः सकारस्यापि लोपः. अनन्तरम् इदानीं किम् अवशिष्टं? बकारः अकारः जकारः. अन्त्यात् अचः परः रेपागमः. इदानीं पुनः रेप् आगमः भवति, परन्तु अन्त्यात् अचः परः. सो भ रेपः जकारः पर्ज्. ओ अस्तु. एतत् बहु विशिष्टसूत्रमस्ति. एतादृशं वयं पूर्वं न दृष्टवन्तः. एकेन सूत्रेण लोपद्वयम् अनन्तरम् एकः आगमः. प्रच्यो द्वयोः लोपः लोपः इति न दत्तं. देन् यु वेर् सेयिङ्ग् बिकास् दि आगम कम्स् लैक् आदेश बिकास् सत्यं रेपश्च च उपदावर्णस्य च सत्यं विकल्पेन आदेशः आगमः. परन्तु आदेशः इव शत्रुरूपवद् भवति. सत्यम्. अतः अस्मिन् आगमे कृते निर्दिष्टयोः स्थानिनोः लोपः भवति इति अत्र उक्तः. निर्दिष्टस्थानस्य लोपः भवति. आम् तावदेव किल अत्र. अतः तत्र जकारान्तेषु अधुपदः त्यज् भज् यज् त्रयः अधुपद. तत्रापि यज् इति तत्र व्रश्च ब्रश्च इत्यनेन भवति. त्यज् भज् तु अस्माकं सामान्यसूत्रं चोहोकुः. निज् विज् इका इदुपदः निज् विज् तत्र सामान्यकार्यमेव. भुज् पुनः तदपि सामान्यकार्यम्. उदुपद भुज् युज् रुज् सामान्यकार्यमेव. भोक्ता योक्ता रोक्ता सृज् धातोः विशिष्टसूत्रमस्ति इदानीमेव. इत्यनेन अम् आगमः. अतः एव स्रष्टा इति भवति. बञ्ज् रञ्ज् सञ्ज् स्वञ्ज् इति तत्र एकं ग्रूप् एकः गणः पङ्क्ता रङ्क्ता सङ्क्ता स्वङ्क्ता इञ्ज् च अनन्तरं मस्जिदातोः मस्जिदातोः अपि विशिष्टसूत्रमस्ति मस्ज मस्जिजनो शोर्जलि मस्जि मस्जिनश्चोर्जलि इत्यनेन तत्र नुमागमः अनन्तरम् अन्ते ब्रश्ज् इति भ्रष्टा तत्तु वैकल्पिकम् अतः वर्षा इति अपि रूपं भवति रूपद्वयं तत्रापि एकं तु स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः द्वितीयं तु ब्रश्जो रोरुपदायाः रम् अन्यतरस्याम् इत्यनेन अतः रूपद्वयम् एतदेव षोडश किल पञ्चदश धातवः अनिटः जकारान्तेषु पञ्चदश अनिटः आम् इदानीम् अरुणा भगिनी पठतु पञ्चदश दकारान्तदातवः अनिटः एक दकारान्तदातवः पञ्चदश दातवः अनिटः अद् अदपदातवः अद् पद् षद् षद् हद् अद् अत्त अत्तुम् अत्तव्यम् अत्यति अत्यत् पद् पत्त पत्तुं पत्तव्यं पत्स्यते अपत्स्यत षद् शता सत्तुं श्रत्तव्यं सत्स्यति भुवादौ षष्ठिते तुदादिगणौ आं समाजे भुवादिगणे आत्म परस्मैपदमस्ति तुदादिगणे आत्मनेपदमस्ति अतः सत्यते रूपम् अत्यत् असत्यत् असत्यत सद् सत्ता सत्तुं सत्तव्यं सत्यति असत्यत् अद् अत्ता अत्तुं हत्तव्यं हस्यते अहस्यत विदुप्तदातवः पञ्चम अस्ति तदन्ये किद् किद् विद् विद् विद् स्विद् किद् खेत्त खेत्तुं खेत्तव्यं खेत्स्यति खेत्स्यते अकेष्यत् अकेत्स्यत् अकेष्यत् अकेत्स्यत छिद् चेत्त चेत्तुं चेत्तव्यं चेत्स्यति चेत्स्यते अच्छेत् अच्छेत्स्यत् अच्छेत्सत भिद् भेत्त भवेत्तुं भेत्तव्यं भेत्स्यति भेष्यते अभ्येत्स्यत् अभ्येत्सत विद् रूपं विद् वेत्त वेत्तुं वेत्तव्यं वेत्स्यते अवेत्स्यत विद्धातु रूपं समानमेव वेत्त वेत्तुं वेत्तव्यं वेत्स्यते अवेत्स्यत तदनन्तरं स्विद् स्वेत्त स्वेत्तुं स्वेत्तव्यं स्वेत्स्यति अस्वेत्स्यत उदपदातवः सुद् थुद् भुद् नुद् शुद् श्रोत श्रोतुं श्रोतव्यं चोच्यति चोच्यते अचोत्सत् अचोत्सत थुद् तोत्त तोतुं तोतव्यं तोत्स्यति तोत्स्यते अतोत्स्यत् अतोत्स्यत नुद् नोत्त नोत्तुं नोतव्यं नोत्स्यति नोत्स्यते अनोत्स्यत् अनोत्स्यत् स्कन्द् स्कन्त स्कन्तुं स्कन्तव्यं स्कन्तस्य स्कन्तस्यति असङ्कत्य अत्र केवलं करीचसूत्रेण सत्यं सर्वत्र करीच एव तत्र विद्धातुः चत्वारविद्धातवः सन्ति तत्र द्वयमेव तत्र अनिट् अन्यद्वयं तु सेट् विद्धातुः कुत्र दिवादौ रुदादौ से अनिट् अदादि अदादौ तुदादौ तु सेट् विद् धातुः चत्वारः सन्ति विद् इति समीचीनं सम्यक् अतः तत्र पञ्चदशधातवः तेषु अधुपदः अद्पद् षद् सद् हद् अद्पद् षद् सद् हद् इति पञ्चदश क्षम्यतां पञ्च किद् चिद् बिद् विद् विद् स्विद् पञ्च इति इदुपद पञ्च अधुपद पञ्च इदुपद उदुपद त्रयः एव शुद् तुद् नुद् किमपि षड् आसीत् वा इदुपद इदुपद षड् षड् द्वयम् आं षड् अतः त्रयः उदुपद शुद् तुद् नुद् स्कन्द् इति एकं विशिष्टधातुः शेषः एकः अस्तु इति दकारान्तः दकारान्तेषु केवलं करीच इत्येव कार्यम् आं भगिनि उषा भगिनी धकारान्तः द्वादश एकाच् धकारान्तदातवः द्वादशदातवः अनिटः व्यद् व्यद् इति ताडने ताडने दिवादिगणे विद्यति व्यद् विद्यति यकार दिवादिगणे ओके विद्यति व्यद् इति विद्यति व्यद्दा व्यद्धुं व्यद्धव्यं व्यत्स्यति व्यद्धा ओके व्यद् यो तकार देन् जषस्ततो दोर्धः वा व्यद् व्यद् नो नो एकाचो बशो बश न नो नो ता तकार व्यद्धा व्यद् तकार धकारस्य देन् जषस्ततोर्धोर्धः जषस्ततोर्धोर्धः सो द तकार दकारः भवति अण्ड् देन् व्यद् व्यद् इति धकारस्य स्थाने ओ वट् इस् एकाचो बशो बश ओ जलां जषि जलां जषि किमर्थं तत्र एकाचो बशो बश न न न किं न एकाच बशो बश् नास्ति भगिनि जलां जषि एव किल व्यद् किल व्यद् योगः त्री फोर् इति फोर् फोर् इति न भवति किल आम् आम् सो अत्र केवलं जलां जष्टि एव जलां जष्टि एव अस्तु क्षम्यतां व्यद्ध ओके देन् व्यद्धुं या तदा एव व्यद्धुम् अपि प्रथमं जषस्ततोर्धोर्धः अनन्तरं जलां जष्टि ओके व्यद्धव्यमपि तदा एव व्यत्स्यति स्य अस्ति इत्यनेन खरीच इत्यनेन व्यत्स्यति व्यद् इति व्यत्स्यति इति भवति अव्यत्स्यत्यपि खरीच ओके सिद्ध सिद्ध इति धातु सो व्यद् अदुपद इद् इदुपद सिद्ध सेद्ध इति गुणा भवति सेद्ध तदा एव जषस्ततोर्धोर्धः अपि च जलां जषि सेद्धुम् अपि तदा एव सेद्धव्यं सेत्स्यति करीच सेत्स्यत् ओके क्रुद् क्रुद् शुद्ध बुद्ध युद्ध रुद् उदुपद पञ्चद पञ्चद अनुरुद्ध अनुरुद्ध अपि शुद्ध अपि ओके सप्तदात् सप्तधकारान्त उदुपद क्रुद् क्रोद्ध तथा एव जषस्ततोर्धोर्धः जलां जषि क्रोधं क्रोद्धव्यं क्रोत्स्यति अक्रोत्स्यत् भगिनि व्यद् इति ताडने सिद् सिद् इति सिद् भवति ओके सिधु सिधु संराधौ सिधु संराधौ सिद्ध सिद्ध्यति संराधौ सिद्ध्यति सिद्ध भवति इति वा सिद्ध सक्सस् सिद्ध संराधने वा संराधप्राण महाप्राणधकार सिद्ध्यति संराधौ to be thoroughly prepared oh okay okay okay. So to be accomplished, to be achieved, to be ready. Yeah, that's where the success is there. Okay, okay. Siddhanta. Okay. So Shidu Dhatu. So Siddhanta comes from that word, da. Shidu. Shidu Dhatu. Okay. Divadiganiya Dhatu. Siddhyati. And then Krudh. Krudh Krodhe. Okay. Divadigane. Krudhyati. Shuddh. Shuddh Bubukshayam. Okay. Tapi. Vayam Janimah. Buddh. Buddh Bodha. Bodhanam. Bodhanam. Tadapi. Popular that buddhyate yudh api so all these are very familiar that krudh shuddh buddh yudh rudir rudir rudadigane avarane yeah blocks okay runaddi oh that tadapi anit anidat anidat okay anu yogah rudapi divadigane अनुरुध्यते ओके रुद् रोदा रोद्धुं रोद्धव्यं रोच्यति अरोच्यत् तदा एव जशस्ततो दोर्धः जलां जशि अनुरुद्ध अनुरोद्धा अनुरोद्धुम् अनुरोद्धव्यम् अनुरोच्यते अन्वरोच्यत अनु अरोच्यत अन्वरोच्यत शुद्ध शुद्ध शोद्धा शोद्धुं शोद्धव्यं शोत्स्यति अशोत्स्यत् ओके राध् राधा सो शुद्ध ओ शुद्ध वन् उद् उद् उपदादातु वन् टु त्री फोर् फैव् सिक्स् सप्त वा षड् सेवेन् नैट् सप्त सप्त सप्तदातवः सप्तदातु अनन्तरं राध् राधा राधुं राधव्यं राधव्यं राच्यति अराच्यत् अस्तु एव्रि एव्रिवे जशस्ततोर्धोर्धः एव वयं दृष्टवन्तः एका च ओ बुद्ध अण्ड् बद् वि मिस्ड् बुद्ध त्री फोर् अस्ति चेदेव तत्र बुद्ध ओ बकार बकार अस्ति सो त्री फोर् अस्ति सो देन् बो बोद्ध एव भवति वेर् इट् वि अप्लै दट् एका च बशो बष् जश् अन्तस्य द्वोः ओ सकार दकार सो सकार दकार परः अस्ति परः ओ परः अस्ति चेत् बुद्ध् इत्यस्य कृते ओ भोत्स्यते ओ ऐ ऐ डिण्ट् रीड् दट् ओके ओके ओ भोत्स्यते इति भवति तत्र बोद्ध सकार सकार अस्ति इत्यनेन ओके एका च बशो बष् जशन्तस्य द्वोः सकार अस्ति इत्यनेन दे द बुद्ध द तृतीयवर्ण चतुर्थवर्ण इव चतुर्थवर्णम् आगच्छति तृतीयवर्णस्थाने भोत्स्यते अभोत्स्यत अस्तु आं भगिनि बुद्ध इत्यस्य कृते देन् बन्दपि ओ बन्दपि भवति ओके बन्दपि ओके बि फिनिश्ड् राध् राधा सादपि तदा एव जशश्चतुर्धोर्धः जलां जश् जशि बन्द् इति अत्र बकार अस्ति इत्यनेन देन् स्य अस्ति चेत् बन्त् भन्स्यति इति भवति अभन्स्यत् इति भवति अस्तु सः द्वादश धकारान्तदातः व्यद् सिद्ध सिद्ध व्यद् सिद्ध इत्येव एकः एकाकी अस्ति अधुपद इदुपद कृद् शुद् बुद् युद् रुद् अवरुद्ध शुद् अनन्तरम् आदुपद राद् साद् अनन्तरं बन्द् इति शेषः केवलं तत्र स्य अनन्तरं किम् अस्ति लृट् लकारः लुङ् वा अन्तिमकाल लुङ् लुङ् लुङ् तत्र एव एकाचो बश् बश् तोपि एकं प्रायः कुर्मः श्वः ओ नाट् लुङ्ग् लृङ्ग् लृङ्ग् खलु लृङ्ग् लृङ्ग् लृङ्ग् लुङ्ग् भिन्नरूपेण भवति किल आम् आम् आम् लृङ्ग् लृङ्ग् अस्तु विजयभगिनी अन्तिमं नकारान्त करोतु अनन्तरं भवत्याः अपि सिद्धता भवेत् अस्ति वा विजयभगिनी अत्र एकादश नकारान्तदातुः द्वौ धातु अनिटौ मन्मन्त मन्तुं मन्तव्यं मन्स्यते इति अनन्तरं तत्रापि नचपदान्तस्य जलि मन्स्यते अमन्स्यत इति भवति अन्हन्त अत्र रुद्धनौ रुद्धनोः स्य इत्यनेन ऋकारान्तदातवः हन् धातुः च स्य प्रत्ययं सेट् भवति सेटक् भवति अतः एव अनिष्यति अनिष्यत् इति भवति अन्हन्त हन्तुं हन्तव्यम् इति भवति तावदेव तत्र किमपि नास्ति केवलं तत्र लृट् लृङ् तत्र विशिष्टरूपं भवति सूत्रेण रुद्धनोः स्ये इति सूत्रेण अन्यत्र सर्वत्र सामान्यरूपमेव मन्ता मन्तुम् इति नकारान्त अतः सप्तपर्यन्तं वयं कृतवन्तः नकारान्तपर्यन्तं कृतवन्तः प्रायः अग्रिमसप्ताहे वयमेव अस्माकमेव वयं परीक्षां कुर्मः धातुः यदा पश्यामः तत्र रूपाणि वक्तुं शक्यते वा इति शक्यते इत्येव चिन्तयामि पश्यामः अनन्तरं तत्र पकारान्त आरभ्य अग्रिमसप्ताहे पठिष्यामः सर्वेषां दीपावल्याः शुभाशयाः अस्माकं कृते तु श्वः अस्माकं कृते श्वः एव दीपावलिः अस्ति अतः सर्वेषां शुभाशयाः भवत्याः अपि धन्यवादाः धन्यवादाः धन्यवादः.